पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 24 सूत उवाच हदं श्रुत्वा दिदिपुत्रं सुबलं बलमेव च रुदिदं करुणं कृत्वा हाहा कष्टं भृशं मम एवं सुकरुणं कृत्वा बहुकालं तपस्विनी सा गदा कश्यपं कान्तं तमुवाच यशस्विनी तव पुत्रो महापाप इन्द्रसुरगणेश्वरः सागरोपगदं दृष्ट्वा बलं मे ब्रह्मलक्षणं वज्रेण खादयामास सन्ध्यामास्यं तमेव हि एवं श्रुत्वा तदक्रुद्धो मरीचितनयस्तदा क्रोधेन महदा विष्ठप्रजज्वालेव वह्निना अवलुञ्च्य जडामेकां शुच्यग्नौ सद्विजोत्तमः इन्द्रस्यैव वदार्थाय पुत्रमुत्पादयाम्यहं तस्मात् कुण्डात् समुत्पन्नो हुदाशनमुखादपि कृष्णां जनचयोपेदपिङ्गाक्षो भीषणाकृतिः दंष्ट्राकरालवक्त्रान्तो जगदां भयदायकः महाचर्वरीको घोरखड्गचर्मधरस्तथा सर्वाङ्गतेजसा दीप्तो महामेघोपमो बली उवाच कश्यपं विप्रमादेशो मम दीयतां कस्मादुत्पादितो विप्र भवता कारणं वद तमहं साधयिष्यामि प्रसादात् तव सुव्रत कश्यप उवाच अस्य मनोरथं पुत्र पूरयस्व ममैव हि आदित्यास्त्वं महाप्राज्ञ जहि इन्द्रं दुरात्मकं निहदे देवराजेहि ऐन्द्रं पदं प्रभुं क्ष्व च एवं तेन समादिष्टकश्यपेन महात्मना वृत्रस्तु उद्यमं चक्रे तस्येन्द्रस्य वधाय च धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्विदः बलं वीर्यं तदा क्षात्रं तेजो धैर्यसमन्वितं दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरः उपायं चिन्तितं तस्य वृत्रस्यापि दुरात्मनः पदार्थं देवदेवेन समाहूय महामुनिन् सप्तर्षीन् प्रेषयामास वृत्रं दैत्येश्वरं प्रति भवन्तस्तत्र गच्छन्तु यत्र वृत्रः स तिष्ठति सन्धिं कुर्वन्तु वैतेन सार्धं मम मुनीश्वराः एवं तेन समादिष्टा मुनयः सप्तते तदा वृत्रासुरं ततः प्रोचुस्सहस्राक्षप्रचालिताः सख्यं कर्तुं प्रयच्छेत् सक्रियतां दैत्यसत्तम ऋषयः सप्ततत्त्वज्ञा ऊजुवृत्रं महाबलम् सहस्राक्षो महाप्राज्ञो भवदा सहसत्तम मैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम् अर्धमैन्द्रं पदं वीर सत्त्वं भुङ्क्ष्व सुखेन वै वर्तं त्वर्धेन इन्द्रंस्तु असुरा देवतास्तथा सुखं वर्धं तु ते सर्वे वैरं चैव विसृज्य वै वृत्र उवाच यदि सत्येन देवेन्द्रो मैत्रमिच्छति सत्तमः सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः छत्म चैवं पुरस्कृत्य इन्द्रो दोहं समाचरेद तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किं ऋषयस्त्विन्द्रमाचख्युरित्यर्थं प्रत्ययं वद तन्नत्वं सत्यदां ब्रूहि यदि सख्यमिहेच्छसि। इन्द्र उवाच, यद्यसत्येन वर्तामि भवद्भिः सह छत्मनाः ब्रह्महत्यादिघै पापैर्लिप्येऽहं नात्र संशयः। सत्म चैवं पुरस्कृत्य इन्द्रो द्रोहं समाचरेत्। ब्रह्महत्यादिघै पापैर्लिप्येऽहं नात्र संशयः। इत्युवाच महाप्राज्ञत्वामेवं स पुरन्दरः। एतेन प्रत्ययेनापि सख्यं कुरु महामदे। वृत्र उवाच, भवतां शिष्टमार्गेण सत्येनानेन तस्य च मैत्रमेवं करिष्यामि तेन सार्धं द्विजोत्तमाः। वृत्रमिन्द्रस्य संस्थानं नीदं ब्राह्मणपुङ्गवैः। इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः। सिंहासनात् समुद्धाय अर्कमादाय सत्वरः ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम अर्धं भुङ्क्ष्व महाप्राज्ञ ऐन्द्रमेदन्महत्पदम्। वर्धितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम एवं विश्वास यं दैत्यं वृत्रमैत्रेण वै तदा गदेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम। छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि सावधानत्वमिन्द्रोऽपि दिवारात्रौ प्रचिन्तयेत्। तस्य छिद्रं न पश्येत वृत्रस्यापि महात्मनः। उपायं चिन्तयामास तस्यैव वधहेतवे। रम्भा सम्प्रेषिता तेन मोहयस्व महासुरम्। येन केनाप्युपायेन यथा हत्वा लभे सुखं तथा कुरुष्व कल्याणि सम्मोहाय सुरद्विषः। वनं पुण्यं महादिव्यं पुण्यपादपसेवितं बहुवृक्षफलोपेदं मृगपक्षिसमाकुलम्। विमानमन्दिरैर्दिव्यैः सर्वत्र परिशोभितं दिव्यगन्धर्वसङ्गीतं भ्रमराकुलितं सदा। कोकिलानां रुद्धैः पुण्यैः सर्वत्र मधुरायतैः। शिखि सारङ्गनादैश्च सर्वत्र सुसमाकुलं दिव्यैस्तु चन्दनैर्वृक्षैः सर्वत्र समलङ्कृतं। वापीकुण्डतडागैश्च जलपूर्णैर्मनोहरैः। कमलैशतपत्रैश्च पुष्पितैः समलङ्कृतं देवगन्धर्वसंसिद्धैश्चरणैश्चैव किन्नरैः। मुनिभिः सुशुभे दिव्यैर्दिव्योद्यानवरेण च अप्सरोगणसङ्कीर्णं नानाकौतुकमङ्गलैः। हेम प्रासादसम्बाधं दण्डच्छत्रैश्च चामरैः। कलशैश्च पदाकाभिः सर्वत्र समलङ्कृतम्। वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम् एवं नन्दनमासाद्य सारम्भा चारुहासिनी। अप्सरोभिसमं तत्र क्रीडत्येवं विलासिनी। सुत उवाच, एकता तु सवृत्रो वै कालाकृष्टो गतो वनं कदिभिर्दानवै सार्धं मुदया परया युधः। अलक्ष्ये भ्रमदे पार्श्वं तस्यैव च महात्मनः। देवराजोऽपि विप्रेन्द्रश्चिद्रान्वेषी द्विषां किल स हि वृत्रोमहाप्राज्ञो विश्वस्तः सर्वकर्मसु इन्द्रं मित्रं परं जानन् भयं चक्रेण तस्य सह भ्रममाणो वनं पश्येत् सर्वत्र परमं शुभम् सुरम्यं कौतुकवनं वनितागणसङ्कुलं चन्दनस्यापि वृक्षस्य छायां शीर्दां सुपुण्यदां समाश्रित्य विशालाक्षीरम्भा तत्र प्रदीव्यति सखीभिस्तु महाभागा दोलारूढा यशस्विनी गायते सुस्वरं गीतं सर्वविश्वप्रमोहनं तत्र वृत्रः समायादकामाकुलितमानसः दोलारूढां समालोक्य रम्भां चारु सुलोचनाम् इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वृत्रवञ्चनं नाम चतुर्विंशोऽध्यायः ॐ